या देवी सर्वभूतेषु लज्जारूपेण संस्थिता नमस्तस्यै नमो नमः या देवी सर्वभूतेषु जाति रूपेण संस्थिता या देवी सर्वभूतेषु जाति रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता या देवी सर्वभूतेषु लक्ष्मी रूपेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः देवी सर्वभूतेषु निद्रारूपेण संस्थिता